पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 89 श्रीकृष्ण उवाच ततो गुणवती श्रुत्वा रक्षसा निकदावुभौ पितृभर्तज दुःखार्ता करुणं पर्यदेवयद गुणवत्युवाच हा नाथ हा पिदस्त्यक्त्वा गच्छतं क्व मया विना बालाहं किं करोम्यद्य ह्यनाथा भवदा विना को नु मामास्थितां गेहे भोजनाच्छादनादिभिः अकिञ्चित् कुशलां स्नेहात् पालयिष्यदि दुःखिताम् हदभाग्या गदसुखा हदेशा हदजीविता शरणं कं व्रजाम्यद्य त्वन्नाधा बदबालिशा श्रीकृष्ण उवाच एवं बहु विलप्याध कुररीव भृशातुरा पपादभूमौ विकला रम्भावादहदा यथा चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु निमग्ना दुःखजलधौ शोकार्ता समवर्तता साग्रहोपस्करान् सर्वान् विक्रीय शुभकर्मकृद तयोश्चक्रे यथाशक्ति पारलौकिकसत्क्रियां तस्मिन्नेव पुरे वासं चक्रे प्रभृति जीवितं विष्णुभक्तिपरा शान्ता सत्यशौचा जितेन्द्रिया व्रतद्वयं तया सम्यगाजन्म मरणात् कृतम् एकादशी व्रतं सम्यक् सेवनं कार्तिकस्य च एतद्व्रतद्वयं कान्ते ममातीव प्रियं करं भुक्ति मुक्तिकरं सम्यक् पुत्रसम्पत्तिकारकम् कार्तिके मासि ये नित्यं तुला संस्थे दिवाकरे प्रादस्नास्यन्ति ते मुक्ता महापादकिनोऽपि च सम्मार्जनं गृहे विष्णोः स्वस्तिकादिनिवेदनं विष्णुपूजां प्रकुर्वन्ति जीवन्मुक्ताश्च ते नराः स्नानं जागरणं दीपं तुलसी वनसेवनं कार्तिके ये प्रकुर्वन्ति ते नरा विष्णुमूर्तयः इद्धं दिनत्रयमपि कार्तिके ये प्रकुर्वदे देवानामपि ते वन्द्याः किं यैराजन्मदकृतम् इद्धं गुणवती सम्यक् प्रत्यब्धं प्रदिनीयते नित्यं विष्णोः परिकरे भक्ता तत्परमानसा कदाचित् जरसा साध कृशाङ्गी ज्वरपीडिता स्नातुं गङ्गां गदा कान्दे कथं चिच्छनकैस्तथा यावज्जलान्तरगदा कम्पिता शीतपीडिता तावत् सा विह्वला पश्यद्विमानं प्राप्तमम्बराद शङ्खचक्रगदापद्म हस्तैरासन्नमम्बराद विष्णुरूपधरैः सम्यग्वैनते यद्वजाङ्गितैः आरोहयन्विमानं तमप्सरो गणसेवितं च चामरैर्विद्यमानां तां वैकुण्ठमनयन्गणाः अध सा तद्विमानस्ताज्ज्वलदग्निशिखोपमा कार्तिकव्रतपुण्येन मत्सान्निध्यगदाभवद अध ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् आगच्छदा गणाः सर्वे यादास्तेऽपि मया सह एतेऽपि यादवा सर्वे मद्गणा एव भामिनि पिता ते देव शर्माभूत् सत्राजिदधिभोह्ययम् यश्चन्द्रशर्मा सोऽक्रूरस्त्वं स गुणवती शुभे कार्तिकव्रतपुण्येन बहुमत्प्रीतिवर्धनी मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता तस्मादयं कल्पवृक्षस्तवाङ्गणदशुभे कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिरा भवद यच्च व्रदातिकं सर्वं विष्णवे भर्तृरूपिणे निवेदितवती तस्मान्मम भार्यात्वमागदा आजन्ममरणात् पूर्वं कार्तिके यद्व्रतं कृतं कदाचिदपि तेनैव मद्वियोगं न पश्यसि एवं ये कार्तिके मासि नरा व्रतपरायणाः मत्सान्निध्यं गदास्तेऽपि प्रीतिदात्वं यथा मम यज्ञदानव्रत तपःकारिणो मानवा खलु कार्तिकव्रतपुण्यस्य नाप्नुवन्ति कलामपि इत्थं निशम्य भुवनाधिपदेस्तदानीं प्राक्पुण्यजन्म भव वैभव जातहर्षा विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णं प्रणम्य वचनं निजगादसत्या इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामा संवादे सत्यापूर्वजन्मवर्णनं नामैकोननवतितमोऽध्यायः ॐ